पद्मपुराणं खण्डं टु भूमिखण्डम् अध्यायं 121 कामोदोवाच न विदुर्देवता सर्वा यस्यान्धं रूपमेव च यस्मिन्नस्तु सर्वोऽयं स चैकात्मा प्रकथ्यते यस्या माया प्रपञ्चस्तु संसारशृणुनारद कस्मात् प्रयादि संसारं मम स्वामी जगत्पदिः पापैश्चापि सुपुण्यैश्च नरो बद्धस्तु कर्मभिः संसारं सरदे विप्रहरि कस्माद्व्रजेद्वद नारद उवाच शृणु देवि प्रवक्ष्यामि यत्कृतं तेन चक्रिणा भृगोरग्रे प्रतिज्ञातं यज्ञरक्षां करोम्यहम् इन्द्रस्य वचनाः सद्यो गतोऽसौ दानवैः सह योद्धुं विहाय गोविन्दो भृगोश्चैव मखोत्तमं मखं त्यक्त्वा गदे देवे पश्चात्तैर्दानवोत्तमैः आगत्य ध्वंसितः सर्वस्स यज्ञ पापचेतनैः हरिं क्रुद्धस योगेन्द्रशचाप भृगुरेवतं दशजन्मानि भुङ्क्ष्वत्वं मच्छाप कलुषीकृतः कर्मण स्वस्य सम्भोगं सम्भोक्ष्यति जनार्दनः तन्निमित्तं त्वया देवि दुःस्वप्नः परिवीक्षितः इत्युक्त्वा तां गतो विप्रो ब्रह्मलोकं सनारदः कृष्णस्यापि सुदुःखेन दुःखिता सा भवत्तदा रुरोदकरुणं बाला हाहेदि वदती मुहुः गङ्गातीरोपविष्टा सा जलान्ते शृणुनन्दन सुनेत्राभ्यां तथाश्रूणि दुःखेनापि प्रमुञ्चति तान्यश्रूणि प्रमुक्तानि गङ्गातो ये पतन्त्यपि जले चैव निमज्जन्ति तस्याश्चाप्यश्रुबिन्धवः सम्भवन्ति पुनस्ताद पद्मरूपाणि तानि च गङ्गातो ये प्रफुल्लानि वाहितानि प्रयान्ति वै ददृशे दानवश्रेष्ठो विष्णुमाया प्रमोदितः दुःखजानि न जानादि मुनिना कथितान्यपि हर्षेण महदा विष्टपरिजग्राह सोऽसुरः पद्मैस्तु पुष्पितैसोऽपि पूजयेद्गिरिजाप्रियं सप्तकोटिभिर्दैत्येन्द्रो विष्णुमायाप्रमोहितः अथ क्रुद्धा जगद्धात्री शङ्करं वाक्यमब्रवीद पश्यैतस्य विकर्मत्वं दानवस्य महामदे शोकात्पन्नानि पद्मानि गङ्गातोयगतानि वै अयमेष प्रगृह्णादि कामाकुलितचेतनः पूजयेच्चापि दुष्टात्मा शोकसन्तापकारकैः दुःखजै शोकजै पुष्पैस्तैः सुश्रेयः कथं भवेद् यादृशेनापि भावेन मामेव परिपूजयेद् तादृशेनापि भावेन अस्य सिद्धिर्भविष्यति सत्यध्यानविहीनोऽयं कामदो न्यस्तमानसः संजातः पापचारित्रो जहि देविस्वतेजसा एवमाकर्ण्य तद्वाक्यं शम्भोश्चैव महात्मनः अस्यैव संशयं शम्भो करिष्ये तव शासनाद एवमुक्त्वा ततो देवि तस्यापि वधकाङ्क्षया वर्तते हि विकुण्ठस्य वधोपायं व्यचिन्तयद कृत्वा मायामयं रूपं ब्राह्मणस्य महात्मनः पूजये शङ्करं नाथं सुपुष्पैः पारिजादजैः समेत्य दानवः पापो दिव्यां पूजां विनाशयेद कामाकुलः सुदुःखार्थस्तद्गतो भावतत्परः विष्णोश्चैव महामायां पूर्वदृष्टां स दानवः सस्मारदानवः पापः कामबाणैः प्रपीडितः तस्या स्मरणमात्रेण कन्दर्पेण बलीयसा विरहाकुलदुःखार्थो रोददेहि मुहुर्मुहुः कालाकृष्टः स दुष्टात्मा शोकजातानि तानि सः परिगृह्य समायातः पूजनार्थी महेश्वरं देव्या कृतां हि पूजां च सुपुष्पैः पारिजाततैः तां निर्नाश्य सुलोभेन शोकजै परिपूजयेत् नेत्राभ्यां तस्य दुष्टस्य बिन्दवस्तेऽश्रुसम्भवाः अविरलास्तदो वत्स पतन्ति लिङ्गमस्तके देवी ब्राह्मणरूपेण तमुवाच महामते को भवान् पूजयेद्देवं शोकाकुलमनः सदा पदं त्यश्रूणि देवस्य मस्तके शोकजानिते अपवित्राणि मे ब्रूहि एतमर्थं ममाग्रदः विकुण्ठ उवाच पूर्वं दृष्टा मया नारी सर्वसौभाग्यसम्पदा सर्वलक्षणसम्पन्ना कामस्यायतनं महद तस्या मोहेन सन्दग्धः कामेनाकुलतां गतः तया प्रोक्तं हि सम्भोगे देहि मे दायमुत्तमं कामोदसम्भवैः पुष्पैः पूजयस्व महेश्वरं तेषां पुष्पकृतां मालां मम कण्ठे परिक्षिप कोटिभिः सप्तसङ्ख्यादैः पूजयस्व महेश्वरं तदर्थं पूजयाम्येव ईश्वरं फलदायकम् कामोदसम्भवैः पुष्पैर्दुर्लभैर्देवदानवैः श्रीदेव्युवाच क्वदे भावः क्वदे ध्यानं क्वदे ज्ञानं दुरात्मनः ईश्वरस्यापि सम्बद्धो नास्ति किञ्चित्त्वयैव हि कामोदायावरं रूपं कीदृशं वदसाम्प्रदं क्व लब्धानि सुपुष्पाणि तस्या हास्योद्भवानि च विकुण्ठ उवाच भावं धान्यं न जानामि न दृष्टा सा मया कदा गङ्गातोयगदान्येव परिगृह्णामि नित्यशः तैरकं पूजयाम्येकं शङ्करं प्रवदाम्यहं ममाग्रे कथितं विप्र शुक्रेणापि महात्मना वचनात् तस्य देवेशमर्चयामि दिने दिने एतत्ते सर्वमाख्यातं यच्च पृष्ठोऽस्मि साम्प्रतं श्रीदेव्युवाच कामोदारो धनाजादैः पुष्पैस्तैर्दुःखसम्भवैः लिङ्गमर्चयसे दुष्टप्रभादे नित्यमेव च यादृशेनाभिभावेन पुष्पैश्च यादृशैस्त्वया अर्चितो देवदेवेशस्तादृशं फलमाप्नुहि दिव्यपूजां विना शैवं शोकपुष्पैः प्रपूजसि असौ दोषस्तवैवाद्य समुत्पन्नः सुदारुणः तस्मादण्डं प्रदास्यामि भुङ्क्ष्वस्वकर्मजं फलं तस्या वाक्यं समाकर्ण्य कालकृष्टो बभाष तां रेरे दुष्टदुराचार मम कर्मप्रदूषक हन्मित्वामिह खड्गेन अनेनापि न संशयः इत्युक्त्वा ब्राह्मणं तं स निशितं खड्गमाददे हन्तुकामः स दुष्टात्मा अभ्यधावदानवः सा देवी विप्ररूपेण संक्रुद्धा परमेश्वरी हन्मित्वामिह खड्गेन अनेनापि न संशयः स्वस्थानमागतं दृष्ट्वा हुङ्कारं विससर्जः तेन हुङ्कारनादेन पदिदो दानवाधमः निश्चेष्टः कामरूपेण वज्राहद इवाचलः पदिदे दानवे तस्मिन् सर्वलोकविनाशके लोकास्वास्थ्यं गदा सर्वे दुःखतापविवर्जिताः एतस्मात् कारणाद्वत्स शास्त्री वै परिदेवदी गङ्गातीरे वरारोह दुःखव्याकुलमानसा एतत्ते सर्वमाख्यातं यत्त्वया परिपृच्छितं विष्णुरुवाच एवमुक्त्वा सुपुत्रं तं कुञ्जलो अण्डजेश्वरः विररामहाप्राज्ञः किञ्चिन्नोवाच भूपते इति श्रीपद्मपुराणे भूमिखण्डे वेणोपाख्याने गुरुतीर्थमाहात्म्ये च्यवनचरित्रे कामोदाख्याने एकविंशत्यधिकशततमोऽध्यायः ॐ